नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम् अत्र शतृषाणच् प्रक्रियाचिन्तनम् इति पाठः तत्र वयं शाणच् गतसप्ताहे दृष्टवन्तः तस्य प्रक्रिया कथं भवति इति इदानीं तत्र शतृविषये तत्र प्रक्रिया कथं भवति शतृप्रत्ययस्य इत्युक्ते प्रक्रिया इत्युक्ते प्रथमं प्रातिपदिकनिर्माणम् अनन्तरं सुबन्तपदनिर्माणं तदेव शत्रन्तरूपं सुबन्तं निर्माणमेव शत्रन्त निर्माणम् इति वदामः तत्र तत्र कथं प्रक्रियायां प्रथमं सोपाने प्रातिपदिकनिर्माणे यदा वयं प्रथमपुरुष बहुवचनम् अन्ति इति रूपं साधितवन्तः तादृशमेव अत्रापि भवति अतो गुणे इत्यनेन पूर्वपरयोः पररूपादेशः प्रातिपदिकं सिद्ध्यति तत्तु समानमेव सर्वत्र अनन्तरं तत्र अदन्तम् अङ्गं वा अनदन्तम् अङ्गं वा इति द्रष्टव्यम् अङ्गम् अदन्तम् अनदन्तम् इति कदा भवति इत्युक्ते शत्रु योजनात् पूर्वं यद् भागः अस्ति तदेव अदन्तम् अनदन्तं विकरणप्रत्ययस्य योजनात् अनन्तरं नययोगः अत् इत्युक्ते नय इति अदन्तम् अङ्गम् तत्र धा धातुः तत्र धा इति अनदन्तमङ्गम् अर्थ वयं तु तत् जानीमः एव तादृशं शत्रन्तप्रातिपदिकस्य योजनात् पूर्वं यदङ्गम् अस्ति तदेव अदन्तमङ्गं तत्र प्रथमगणसमूहस्य अदन्ताङ्गं प्रथमगणसमूहः तु वयं जानीमः भुवादौ दिवादौ तु दादौ चुरादौ तत्र प्रथमगणसमूहे एते गणधातवः सन्ति तत्तु जानीमः तत्र किं किं भवति इति गतसप्ताहे वयं पुल्लिङ्गानां विषये दृष्टवन्तः प्रथमं यदा भुवादौ स्वीकुर्मः तत्रापि भूयोगः शप् योगः अत् तत्र भवत् इति अतोगुणे इत्यनेन भवति सर्वत्र स्मरन्तु तत्र लट् एव प्रथमम् आगच्छन्ति अनन्तरं लटः स्थाने एव तत्र शत्रु विधीयते लटः शत्रुषाणचो अप्रथमसमानादिकरणे प्रथमपाठे वयं पठितवन्तः अनन्तरं पट्योगः शप् योगः अत् कर्तरी शप् इत्यनेन शप् विहितः अनन्तरम् अतो गुणे पूर्वपरयोः पररूपादेशः पठत् इति प्रातिपदिकम् इदानीम् अस्माकं पार्श्वे पठत् इति प्रातिपदिकमस्ति तत्र सुबन्तनिर्माणं करणीयं पठत्योगः सु तत्तु वयं जानीमः एव तत्र अपृक्त एकाल् प्रत्ययः अस्ति तस्मात् पूर्वं चिन्तनं किम् इत्युक्ते तत्र नुमागमः भवति वा न वा इति तत्र उगितचां सर्वनामस्थाने अधातोः इत्यनेन नुमागमः तु भवति एव सर्वनामस्थानम् इत्युक्ते सु औजस् अम् औ तत्र पञ्चसु स्थलेषु नुमागमः भवति पठन्त्योगः सु अनन्तरम् अस्माकं हल्म्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन अपृक्त एकाल् प्रत्ययः इति कृत्वा तस्य लोपः पठन् इति पठन्त् इति भवति संयोगान्तस्य लोपः पठन् इति अस्माकं प्रथमाविभक्ति एकवचनरूपं तदेव तत्र वयं यदा अग्रे गच्छामः तादृशमेव तत्र पञ्चसु स्थलेषु नुमागमः अनन्तरं नुमागमः न भवति परन्तु यत्र यत्र सन्धिकार्यं सन्धिकार्यं कृत्वा रूपं साधनीयम् तदेव वयं गतसप्ताहे दृष्टवन्तः एतत्तु भुवादौ दिवादौ तुदादौ चुरादौ पुल्लिङ्गे नुमागमः भवति इति अनन्तरं तत्र अस्माकं नुमागमचिन्तनं तु अभवत् अनन्तरं तस्माकं नपुंसकलिङ्गे किं भवति इति अपि दृष्टवन्तः नपुंसकलिङ्गे सु औजस् अम् औट् षस् इति पञ्चप्रत्ययेषु तत्र नपुंसक औ औट् इति द्विवचन प्रत्यये तत्र नपुंसकाच इत्यनेन औ प्रत्ययस्य स्थाने षी इति आदेशः भवति अनन्तरं जशसोः जशसोः षी इत्यनेन तत्र बहुवचने अपि षि इति ह्रस्व इकारान्तस्य आदेशः भवति परन्तु शी सर्वनामस्थानम् इत्यनेन बहुवचनस्य एव सर्वनामस्थानसंज्ञा द्विवचनस्य वा एकवचनस्य वा नपुंसकलिङ्गे सर्वनामस्थानसंज्ञा नास्ति तत्र किं भवति कुत्र नुम् आगमः इत्युक्ते तत्र नपुंसक शी सर्वनामस्थानम् इति सर्वनामस्थानसंज्ञा नपुंसकस्य जलजः इत्यनेन जलन्तस्य अजन्तस्य अङ्गस्य नुम् आगमः भवति. एतत्तु बहुवचने यदा वयं क्षम्यताम् एतत्तु द्विवचने. सम्यक् एव उक्तवती किल. नपुंसकाच्च अनन्तरं शी आदेशः तत्र बहुवचने किं भवति शप्शनो नित्यम् इत्यनेन शप्शन् परे नित्यं नुमागमः भवति. पठन्ति इति भवति. एतत्तु भुवादौ दिवादौ चुरादौ एव. दिवादिगणे किं भवति इत्युक्ते आचिनद्योर्नुम् इत्यनेन विकल्पेन नुम् आगमः भवति. एतत् कार्यं स्त्रीलिङ्गे अपि भवति नपुंसकलिङ्गे अपि भवति. तदेव अद्य स्त्रीलिङ्गविषये अद्य पठामः. बहुवचने तु नपुंसकस्य जलजः इत्यनेन नुम् आगमः भवति. द्विवचने शप्शनो नित्यम् आचिनद्योर्नुम्. बहुवचने केवलं नपुंसकस्य जलजः इत्यनेन नुम् आगमः भवति. तत्र पठन्ति पठन्ती पठन्ति इति रूपम्. एतावत् वयं गतसप्ताहे पठितवन्तः. तुदादौ अभवत् इदानीं स्त्रीलिङ्ग. तत्र तुदादौ इति आरभ्य पठनीयं कुत्र अस्ति इति एकवारं वदामि. तत्र नपुं भुवादौ दिवादौ चुरादौ शप्शनोर्नित्यं. तत्र पचत् पचन्ति पचन्ति इति रूपमासीत्. पचत् मित्रं पचन्ति मित्रे इति. तस्मात् अनन्तरं तुदादौ इति द्वितीयबिन्दुः. भगिनी पठति वा अरुणा भगिनी करपत्रसङ्ख्या करपत्र करपत्रां सङ्ख्या वा 688 6 ए सार्वधातुकप्रकरणम् अष्ट शत्रिषाणच् प्रक्रिया चित्तम्. आमाम् आम् तत्र एकं क्रियां तत्र मध्ये अस्ति महोदय. कथम् इति वदामि तत्र सुौजसम्मोक्षस् इति सर्वम् अस्ति. नपुंसकलिङ्गे इति अस्ति. नपुंसकलिङ्गे तस्मात् अनन्तरं भुवादौ प्रथमबिन्दुः भुवादौ दिवादौ चुरादौ. तद् भवान् एव गतसप्ताहे पठितवान्. इदानीं द्वितीयबिन्दुः तुदादौ. भगिनी प्राप्तवती वा अरुणा भगिनी? आम् भवान् एव पठतु महोदय. आम् इदानीं श्रूयते. प्राप्तं वा भगिनी कुत्र अस्ति इति? तुदादौ द्वितीयं सूत्रमस्ति. आचीनद्योर्नुम् अवर्णात् अङ्गात् चत्रन्त अङ्गस्य विकल्पेन निम् आगमो भवति. श्रीप्रत्यये नदी प्रत्यये च परे अनुवृत्तिसहितसूत्रम् आ अङ्गात् शतुकु वा नुम् श्रीनद्योः. अत्र सूत्रमस्ति आचिनद्योर्नु उदादिगणे धातुः अवर्णात् अङ्गात् तद्वन्त अङ्गस्य विकल्पेन नुमागमः भवति. निमित्तमस्ति शीप्रत्यये परे वा नदीप्रत्यये परे विकल्पेन एव भवति उदादिगणे एव. अग्रे भगिनि. अनेन अवर्णात् अङ्गात् विकल्पेन नुमागमः. किन्तु शप्शयो नित्यम् इत्यनेन शपि शनि च नित्यं नुमागम्. अतः अवशिष्टम् अस्ति केवलं श इति विकरणप्रत्यये नाम सुदादिगणः. वयं पूर्वं पठितवन्तः शप्शयो नित्यम् इति सूत्रेण शप्रत्यया वा शप्रत्यया परे अवर्णात् अङ्गात् नुमागमः भवति नित्यम्. परन्तु इदं सूत्रम् आचिनद्योर्णुं तत् प्रत्यं विकल्पेन भवति सुदादिगणे. सत्यं तत्र शप् अपि नास्ति शन् अपि नास्ति. अतः तद् तुदादिगणः इत्येव फलितार्थः. अतः तत्र एव तस्य विकल्पेन नुम् आगमः भवति. शी प्रत्यये परे नदी प्रत्यये परे. नदी प्रत्ययः इत्युक्ते स्त्रीलिङ्गं. तदेव आगच्छति अग्रे. शी इति अस्माकं नपुंसकलिङ्गं. द्विवचनम्. आं भगिनि अग्रे अपि. अतः उदाहरणम् अतः अशम्शन् अतिरिच्य यत् अवर्णातीतम् अवर्णान्तम् अङ्गं तस्य विकल्पेन निर्माणमहर्षि प्रत्यये परे नदी प्रत्यये परे च इति अपि उदाहरणमस्ति. लिखत् इति पादपदिकं लिखति लिखन्ति लिखन्ति इति सुजादिगणस्य धातवः तृतीया प्रथमादशतृतीयवचनं लिखति वा लिखन्ति रूपद्वयमस्ति. उत्तम पुरुष लिखन्ति प्रथमपुरुषे लिखति एव ध्येयं यत् अनेन सूत्रेण आदितनेन अवर्णात् न तु अश्व आकारात् अवर्णादितनेन दीर्घ आकारात् सृजति ततः अदादिगणे चतुर्दश आकारान्तदातवः सन्ति येषामपि क्षीप्रत्ययपदे निर्माणता भवति. अदन्ताङ्गस्य कार्यमिदं किन्तु अत्र सौकर्यार्थं प्रदर्श्यते. अनदन्त अङ्गस्य कार्यमिदम् अनदन्तम् आप् इति कृत्वा पदमस्ति शक्यः अस्ति तत् केवलम् अश्व आकारः नास्ति परन्तु दीर्घ आकारः अस्ति क्षिप्रतिपदे नदीप्रतिपदे निर्मादमादिकल्पेन भवति. अदादिगणे चतुर्दश जातवः आकारप्रदानमस्ति अतः तत् वयं उदाहरणं यात् इति प्रथमविभक्ति एकवचनं याति यान्ति यान्ति प्रथमवचनम् इति अदादिगणस्य चतुर्दश आकारः जातवः आकारान्तदातः अस्ति कथं या वा षा क्ष्ण स्न स्व एतेषां धातूनामपि निमातमो भवति क्षीप्रत्यये परे. क्षीप्रत्यये परे आचिनद्योर्नुम् इत्यनेन विकल्पेन नुम्मागमः. भगिनी बहुवचने केन सूत्रेण नुम्मागमः? अत्र नुम्मागम यश्च शोषसि न न नुम्मागमः षी आदेशः भवति पूर्वमपि अस्ति नपुंसकस्य जलजः. इत्यनेन नुमागमः बहुवचने. अवगतं किल? अवगतम् नुमागम नपुंसकलिङ्गे नपुंसकस्य जलजः भवति. अधुना अच्छिन्नद्योम् इति सूत्रेण अपि द्वितीयविभक्ति सुधादिगणे धातुनः द्विवचने आचिनद्योर्मं विकल्पेन बहुवचने नपुंसकस्य जलजः. सूत्र नुम् आगमः एव परन्तु सूत्रद्वयं भिन्नभिन्नसूत्रं अत्यनेन सत्यं सम्यक् भगिनि धन्यवादः. महोदय स्त्रीलिङ्गे किं भवति इति पठति वा? अस्तु स्त्रीलिङ्गे अत्र ध्येयं यत् नपुंसकलिङ्गे नुम् विधायकसूत्रे द्वे स्तः शप्शनोर्नित्यम् आच्छीनद्योर्नुम् उभयत्र निमित्तम् अस्ति शीनद्योः शी च नदी च अनयोः. अयं नदीसंज्ञा स्त्रीप्रत्ययस्य अनेन सूत्रेण अस्माकं महत् सौकर्यं भवति. यतोहि यत्र नपुंसकलिङ्गस्य द्विवचने निमागमः भवति तत्र स्त्रियां प्रातिपदिकस्यापि निमागमः भवति अपि च द्वयोः रूपं समानं सर्वत्र समानम्. अतः नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ पचन्ति इति रूपं तदेव रूपं शतन्तस्य स्त्रीप्रातिपदिकस्य अपि भवति. अयं सिद्धान्तः सङ्गच्छते सर्वेषु स्थलेषु अदन्तङ्गेषु अनदन्तङ्गेषु अभ्यस्तसंज्ञकेषु च सर्वत्र नपुंसकलिङ्गस्य द्विवचने प्रथमाविभक्तौ यत् रूपं तदेव रूपं त्रिप्रातिपदिकं त्रिप्रातिपदिकम् अस्ति. तत्र आचि तत्र स्त्रीलिङ्गे नुम् विदा स्त्रीलिङ्गे अस्ति नपुंसकलिङ्गे विधायक नुमागमस्ति सूत्रद्वयम् अस्ति शप्शतो नित्यम् इति नित्यं भवति आचिनद्यनुम् इति विकल्पेन भवति इति अस्ति नपुंसकलिङ्गस्य. अत्र आचिनद्यो नुम् अपि शप्शनो नित्यम् इत्यस्मिन् शीनद्योः इति निमित्तं समानम् अस्ति. अतः नदीसंज्ञकस्य स्त्रीपत्यस्य अपि भवति. अतः तत्र यथा नपुंसकलिङ्गे द्विवचने नुमागमः भवति क्रियामपि प्रातिपदिकस्य क्रियां प्रातिपदि नदीसंज्ञकस्य अपि नुमागमः भवति. अतः द्वयोः रूपं समानं भवति इति अस्ति अग्रे. अतः पचन्ति इति पचन्ति इति रूपं नपुंसकलिङ्गस्य तत्र पचत् इति आचि नद्योन्नं शप्शप् नित्यम् इत्यनेन भवति पचन्ति. अत्र पचन्ति इत्यनेन नुमागमः एव नुमागमः शप्शनो नित्यम् इत्यनेन नित्यम् इति नुमागमः एव ईकारः कथम् आगच्छति तत्तु अस्ति तत्तु नपुंसकाच्च इत्यनेन ईकारः क्षम्यतां ची इति न परन्तु स्त्रीलिङ्गम् अस्ति किल शी इति आदेश हा जस्ट् एकनिमिष तत्र शी आदेशः के सूत्रेण इति अस्ति एकनिमिष नपुंसकाच्च तत्र पूर्वं किमस्ति तत्र तत्र किम् अस्ति इत्युक्ते तत्र उगित् अस्ति किल पठत् इति अतो गुणे इत्यनेन उगित् अस्ति तत्र उगितश्च इति सूत्रेण स्त्रीत्वं नीत् प्रत्ययः विधीयते. नीप् इति स्त्रीलिङ्गप्रत्ययः किल अतः पठत् योगः नीप् सो लोपानन्तरम् ई पठत् योगः ई इदानीं यदा भवान् उक्तवान् शप्शनो नित्यम् इत्यनेन नुमागमः पठन्ति इति रूपं तद् किमर्थं त्यक्तवन्तः इति न जाने प्रायः महोदयेन विस्मृतम् इति चिन्तयामि. तत्र उगितश्च इत्यस्मिन् विषये किमपि नास्ति परन्तु तद् मुख्यम् आमां प्रातिपदिकात् एव अतः अस्माकं प्रातिपदिकमेव पचन्ति इति अनन्तरं सुबन्तरूपमपि पचन्ति योगः सु यदा हल्ङ्याभ्यो दीर्घा ण्यन्तम् अस्ति अतः हल्ङ्याभ्यो दीर्घात् ण्यन्तत्वात् हल्ङ्याभ्यो हलन्तं नास्ति ण्यन्तम् अस्ति अतः हल्ङ्याभ्यो इत्यनेन सुलोपः पचन्ति इति भवति. अनन्तरं समानमेव अन्यत्र यदा नदी शब्दवत् द्विवचने अत्र तर्हि पचन्ति अस्तु पचन्ति पचन्ति इति प्रातिपदिकं भवति वा सत्यम् इति प्रातिपदिकं स्त्रीलिङ्गप्रातिपदिकम् अतः एव उगितश्च इत्यनेन नीप् प्रत्ययः विधीयते. नीप्रत्ययः पचन्ति इति पचन्ति इति प्रातिपदिकम् अस्ति अतः अनन्तरं यदस्ति तत्र पचन्त्यौ इति रूपं समानं तदेव महोदयस्य आशयः यदा पचन्ति इति नपुंसकलिङ्गस्य द्विवचने अस्ति तादृशमेव अत्रापि प्रातिपदिकम् अपि प्रथमाविभक्ति अपि रूपं समानम् इत्येव तस्य महोदयस्य आशयः अत्र. परन्तु केन सूत्रेण विधीयते इति तु भिन्नं सूत्रं समानं न. तर्हि द्वादिगणे पचन्ति नपुंसकलिङ्गद्विवचने रथमविभक्तौ अपि अस्ति त्रिप्रातिपदिकमपि अस्ति पचन्ति इति त्रिप्रातिपदिकम् इति अस्ति तथैव नृत्यन्ति इति शत्रन्तस्त्रीप्रातिपदिकं द्विवादिगणे चोरयन्ति इति शत्रन्तस्य स्त्रीप्रातिपदिकं चुरादिगणे. यतोहि सूत्रे शी नद्योः इति उक्तं शी प्रत्यये परे यत् कार्यं तदेव कार्यं नदी प्रत्यये परे अनेन अग्रे गत्वापि कुत्रापि पृथक्तया स्त्रीरूपं न निष्पादनीयं। नपुंसलिङ्गस्य द्विवचनरूपं यत् तदेव स्त्रीपातिपदिकं सर्वत्र। द्विवचन नपुंसलिङ्गद्विवचने यदस्ति रूपमस्ति तदेव स्त्रीप्रातिपदिकं भवति सर्वत्र। तदर्थं शब्दन्तानां कृते केवलं पुल्लिङ्गनपुंसकलिङ्गे च रूपाणि साधनीयानि, स्त्रियां रूपाणि एवमेव भवन्ति तस्मिन् क्रमे। अपि च एकवारं स्त्रीप्रातिपदिकम् आगतं ततः अग्रे सुबन्तरूपाणि न दिशब्दवन्ति। अतः तत्र केवलम् अस्माभिः ज्ञातव्यं कथं रूपाणि नपुंसकलिङ्गे अपि पुल्लिङ्गस्य रूपाणि कथं भवति ज्ञातव्यं। यद् रूपमस्ति नपुंसकलिङ्गस्य द्विवचनस्य रूपमस्ति तदेव स्त्रीशतन्त्रस्य प्रातिपदिकमेव तदेव भवति। अतः पचन्ति इति प्रातिपदिकं, पचन्ति इति तत्र पचन्ति इति नपुंसकलिङ्गे द्विवचने भवति तदेव प्रातिपदिकं भवति। स्त्री पचत् इति स्त्रीलिङ्गस्य रूपं, स्त्रीलिङ्गस्य प्रातिपदिकम्। अतः पचन्ति, पचन्त्यौ, पचन्त्यः। नदीसंज्ञवस्य अथवा ईकारान्तस्त्रीलिङ्गवस्य पचन्ति, पचन्त्यौ, पचन्ति इति, पचन्त्या, पचन्तीभ्यां, पचन्तीभिः, पचन्त्यै, पचन्तीभ्यां, पचन्तीभ्यः, पचन्त्याः, पचन्तीभ्यां, पचन्तीभ्यः, पचन्त्याः, पचन्त्योः, पचन्तीनां, पचन्त्यां, पचन्त्योः, पचन्तीषु इति नदीशब्दवस्य अग्रे सुदादिगणे नपुंसकलिङ्गस्य द्विवचने यत् रूपं तदेव पुनः स्त्रीप्रातिपदिकं भवति। प्रातिपदिकं भवति सुदादौ नपुंसकलिङ्गद्विवचने नुमाकरः वैकल्पितः। अतः स्त्रियामपि तथा अस्तु, लिखति इति अस्ति अत्रापि, अतः लिखति इति सुदादौ नपुंसकलिङ्गस्य नुमागमः वैकल्पिकम् अस्ति द्विवचने। अथवा सुदन्ति इति भवति, तथैव अत्र लिखति। अतः तत्रापि स्त्रीपत्यस्य अपि विकल्पेन सोरि स्त्रीरूपमपि प्रातिपदिकमपि विकल्पेन नुमागमः। लिखति प्रथमायुभक्तौ एक लिखति, लिखन्ति, लिखत्यौ, लिखन्त्यौ, लिखत्यः, लिखन्त्यः, लिखतीं, लिखन्तीं, लिखत्यौ, लिखन्त्यौ, लिखतीः, लिखन्तीः। तत्र तुदादिगणे नपुंसकलिङ्गे द्विवचने एव तत्र विकल्पेन आसीत् किल, प्रथमाद्विवचने द्वितीयाद्विवचने एव वैकल्पिकं, परन्तु अत्र स्त्रीलिङ्गे तु प्रथमा द्वितीया एकवचनं द्विवचनं बहुवचनं सर्वत्र षट्सु प्रातिपदिकमेव तदेव भवति सर्वत्र सप्तसु विभक्तिषु नुमागमः अनन्तरं तद् वैकल्पिकरूपम् अपि किल। न न क्षम्यतां, तत्तु केवलं रूपद्वयं सर्वत्र भवति एव किल, रूपद्वयं अदन्त आं शप्चरनित्यम् आशीनद्य नुम् इति वैकल्पेन आम् तत्र तावदेव, तत्र सर्वनामस्थानसंज्ञा किमपि नास्ति, नुमागमः भवति शीप्रत्यये नदीप्रत्यये, नदीप्रत्यये परे इत्येव। अतः नदीप्रत्ययः परः अस्ति इति कृत्वा सप्तसु विभक्तिषु तत्र रूपद्वयं भवति, रूपद्वयं, परन्तु नपुंसकलिङ्गे तादृशं नास्ति, तादृशं तत्र सर्वनामस्थाने एव। तत्र किमर्थम् इत्युक्ते शीः इति न सर्वनामस्थाने नास्ति महोदय, तत्र शीः इति शी प्रत्यये परे, क्षम्यतां शी प्रत्यये परे आशी नद्यर्णम् इत्यनेन शी इति प्रत्यये परे सत्यं तदस्ति। तत् अन्यत्र अस्ति खलु तत्र बहुवचने न पुस्तके चलति, आं तद् भिन्नं किल, तद् तु अस्य तस्य प्रसक्तिः स्त्रीलिङ्गे नास्ति, स्त्रीलिङ्गे सप्तसु विभक्तिषु रूपद्वयं भवति, एकं नुमागमसहितरूपं नुमागम विना एकं रूपं रहितरूपं नुमागमरहितरूपं सहितरूपम् इति रूपद्वयं भवति. अग्रे तु नदीशब्दवत् एव यदा अत्र लिखितं तावदेव प्रथमगणसमूहस्य नुमागमचिन्तनं तावदेव तत्र. तत्र सूत्रद्वयं मुख्यसूत्रं शप्शनोदित्यम् आजिनद्योर्नुम् इति. शप्शनोदित्यम् इत्यनेन शप्शन् इत्यनयोः नित्यं नुमागमः, आजिनद्योर्नुम् इत्यनेन तुदादिगणे वैकल्पिकः नुमागमः. अस्य प्रसक्तिः केवलं नपुंसकलिङ्गे स्त्रीलिङ्गे च. क्षम्यतां, शीः नद्य नदी सा प्रत्ययः परः अस्ति चेदेव तस्य प्रसक्तिः. तस्य यदा वयं दृष्टवन्तः पुल्लिङ्गे तस्य प्रसक्तिः तु नास्ति एव. तत्र अस्माकम् उगिदचां किल, उगिदचां सर्वनामस्थाने अधातोः इत्यनेन तत्र पञ्च प्रथमपञ्चप्रत्ययेषु पुल्लिङ्गे नुमागमः भवति. अवगतं किल? एतावत् स्पष्टमस्ति किल? तदेव प्रथमगणसमूहस्य चिन्तनम्. इदानीं द्वितीयगणसमूहे एव किञ्चित् क्लेशः भवति, तत्र इतस्ततः अस्ति. अस्तु, पश्यामः कथम् इति. धन्यवादः महोदय. विजया भगिनी पठितुं शक्नोति वा? द्वितीयगणसमूहः अनदन्तम् अङ्गम्, अनदन्त अङ्गस्य रूपाणि इति. विजया भगिनी न श्रूयते भगिनी, आडियो सम्यक् नास्ति इति चिन्तयामि. अरुणा भगिनी पठति वा? आं भगिनि. द्वितीयगणसमूहः अनदन्ताङ्गस्य रूपाणि. द्वितीयगणसमूहे षद्वन्तप्रातिपदिकं, द्वितीयगणसमूहे षड् धातुगणाः सन्ति. तेषां च प्रातिपदिकं यथा लट्लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते, तद्वत् अत्रापि कार्यं कुर्वाणि. किमर्थमिति चेत् षत् प्रत्ययः अपि अजादि फित् अजादि अपि अपि अन्ति अपि अजादि अपि, अतः कार्यम् एतादृशम्. द्वितीयगणे समूहे जानीमः स्वारतिगणः, हस्तादिगण, प्रस्थनादिगण, क्रयादिगण, कृतादिगण अस्ति, षड्धातुगणः सन्ति. अत्र प्रातिपदिकं निर्माणं लचाकारस्य पद्मपुष्पद्वरूपं शक्यते. किमर्थमिति चेत् षट् प्रत्ययः अपि अजादि अपि अस्ति, अतः अति अन्ति अपि अजादि अपि सकारे लघुमत्सकारे प्रातिपदिकनिर्माणविधिः संक्षेपे यथा अति अन्ति इत्यस्य कार्यं तदेव अत् इत्यस्य, अतः अति अतः अति अन्ति इत्यनयोः स्थाने अत् स्थाप्यते चेत् रूपं सिद्ध्यति. अत्र अदादिगणे षण् धातु पाठितमित्रम् इति षण् अदादिगणे किम् अस्तु सन्ति इति परमपुरुषपर्वचनं रूपं षप् इति अग्रे आगच्छति कथम् इति इदानीं पठतु. गृहोद्यादिगणे ददति ददत्, स्वादिगणे चिन्वति चिन्वत्, कृतादिगणे वृन्दन्ति वृन्दत्, धनादिगणे कुर्वन्ति कुर्वत्, त्रयादिगणे क्रीणन्ति क्रीणा. शास्त्रीयक्रमः तिङन्तप्रसङ्गे आसीत् यथा तथैव षष्ठस्यपि यतोहि अजादि अपि इति प्रक्रिया समाना. एव वयं पठितवन्तः पूर्वमपि अत्र कार्यं सिङ्गन्त बहुवचनकृते अदादि अदादि अपि भक्ति अस्ति चेत् किं कार्यं वयं कुर्मः तदेव अपि वयं स्वन्त तृतीयगणसमूह निर्माणसमये किमर्थमिति चेत् शत्रुवृत्ति अदादि अपि च सत्यम् अग्रे अदादिगणे अदादिगणे स्वयोगः कर्तरिशब् अधिकः शपः इदनेन शप् उत्तरति स्वयोगः अत् अकः सवर्णदीर्घे सवर्णदीर्घः इति न वा कर्तरिशब् धातुकः शप्तः भवति कर्तरिके पात्रार्थप्रत्ययः आदिप्रकृतिभ्यः शपः अदादिगणे द्वितीयेभ्यः धातुभ्यः विहितस्य शप्तेषु कृत्वा पठामि भगिनि. तत्र वात् इति प्रातिपदिकं निष्पन्नम् अदादिगणस्य प्रातिपदिकं वात् इति एकम् अष्टादोः विषये पठतु भगिनि. तत्र विशेषसूत्रमस्ति. अस्योः अपित्सु नसोर्लोपः नसोर्लोपः इत्यनेन अस्धातोः अकारः लोपः भवति सा एव उपदिशति सा एव शक्यति नसोर्लोपः ज्ञं प्रत्ययस्य अपि च अष्टातोः अकारस्य लोपो भवति तिथिमिति सारदातुकपरे अत्र सूत्रमस्ति नसोरल्लोपः इति सूत्रं वदति स्नं प्रत्यय अष्टातोः अकारस्य लोपो भवति निमित्तमस्ति तिथिमिति प्रत्यये सारदातुके प्रत्यये परे तत्रापि प्रातिपदिकं निर्माणं सत् इति एकं प्रातिपदिकं वात् इति चतुरलोपः विशेषसूत्रम् अतः सत् इति रूपं प्रातिपदिकं निर्माणम् अभवत्. इदानीं किं कृतवन्तः अस्मिन् करपत्रे प्रथमं प्रातिपदिकनिर्माणम् अदादिगणे द्वितीयं ज्योत्यादिगणे अनन्तरं सुबन्तप्रक्रिया इति एतादृशयोजनम् अत्र अस्ति. अहं तदेव यदा एक्सेल् शीट् मध्ये तत्र सुबन्तम् अनन्तरं क्षम्यतां प्रातिपदिकनिर्माणम् अनन्तरमेव सुबन्तम् इति योजितवती मनसि तिष्ठति इति मम चिन्तनं एतादृशं जुहोत्यादिगणे पठतु तत् ज्युहोत्यादिगणे हृदयि धातुः दा इव अत् कर्तरिषत् ज्युहोत्यादिभ्यः श्लुः स्लौ इत्यनेन द्युत्वं दा दा अश्वः इत्यनेन अद्यस्य अश्वत्वं ददा इत्यभाङ्गं ददा इव अत् अजादि अपिक्षु नद्य आतः इत्यनेन आकारलोपः ददा इव अत् गद्वः अत् ददत् जुहादिगणे वयं जानीमः प्रथमं कत्तरिशम् आगच्छति परन्तु जुहोत्यादिभ्यः सूत्रेण स्लू भवति शब्दस्य स्लू भवति स्लौ इति सूत्रेण द्वित्वं भवति द्वित्वकार्यमस्ति दा इति धातु दा दा भवति अश्वः इति सूत्रेण दाकारस्य अभ्यस्तस्य आकारः लोपो भवति तदनन्तरं ददा व्यवहात् अन्यसूत्रमागत्य स्नाभ्यस्तयोरातः इत्यनेन अकार लोपः भवति सूत्राणि अपि एकवारं श्लोकावति स्लौ इति अन्यसूत्रमस्ति स्लौ परे धातोः उत्तमः अश्वः सूत्रमस्ति अद्यस्य अद्यस्य अश्वः अश्वः स्नाद्यस्तयोरातः स्नाप्रत्ययस्य अभ्यस्तसंज्ञकस्य अङ्गस्य आकारस्य लोपो भवति इति सारदाचते अद्यपरे अनुभूतसहितसूत्रं स्नाद्यस्तयो अङ्गस्य आतः लोपः इति सारदाचते सत्यम् अनदन्तम् अङ्गमस्ति प्रातिपदिकनिर्माणं कृतवन्तः अदादिगणे विभोत्यादिगणे यदा वयं दिङन्तेषु कृतवन्तः तादृशमेव अत्रापि धन्यवादः भगिनी विजया भगिनी पुनः आगतवती वा श्रूयते वा इदानीं नमस्ते श्रूयते इदानीं स्वादिगणगणे स्वादिगणे हलन्तधातूनां कार्यं शक् योगः श्नु योगः अत् शक्नु योगः अत् अपि तु गुणः निषेधः अतः अचिष्णु धातु भुवां जीवो ईं उवङ्गौ इत्यनेन उवङ्ग् आदेशः शक्न उव योगः अत् शक्नुवत् वर्णमेलनेन अन्तिमरूपं हलन्तधातुः एतत् कार्यमस्ति स्वादिगते विष्णु इति वितरणप्रत्ययम् अस्ति शक् योगः वितरणप्रत्ययं विष्णु अस्ति अत् इति अस्ति शत्रुन्तपदम् अत्र अत् एव तिष्ठति अत्र शक्नु योगः अत् इदानीम् अत्र अपि तु अस्ति गुणनिष्ठति भवति अचिष्णुधातु ध्रुवां युवोरियं युवङ्ग् इत्यनेन उवङ्ग् आदेशः भवति अतः तत्र शक्नु योगः उव इति आदेशं भवति सूत्रेण अत् इति भवति अन्तिमरूपं शक्नुवत् इति निष्पन्नमत्र अचिष्णुधातु ध्रुवां युवोरियं युवोङ्ग इति सूत्रेण स्नु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इति उदाहरणरूपेण इकारान्त उकारान्त धातुरूपे अङ्गस्य ध्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयं युवोङ्ग च आदेशः भवति अजादि प्रत्यये परे अस्ति चेत् उकारस्य स्थाने इयङ् उकारस्य स्थाने अस्माकं कृते तु शक्नु इति उकारान्तम् अङ्गं स्नु प्रत्ययान्तम् अङ्गम् अतः उवङ्ग् इति आदेशः भूत्वा शक्नुवत् इति प्रातिपदिकनिर्माणं हलन्तधातूनाम् अजन्तधातूनां पठतु भगिनि अजन्तधातूनां कार्यं योगः स्नु योगः अत् स्नु अत्र अनुबन्धलोपानन्तरं चिनु इति भवति चिनु योगः अत् अपि तु अर्थः गुणः गुणनिषेधः भवति अजादि अपि तु अतः तत्र स्नुवो सार्वधातुके स्नुवोः सार्वधातुष्णुवोः उष्णुवोः सार्वधातुके इत्यनेन यन् आदेशः भवति अत्र चिन् योगः तत्र उकारस्य स्थाने वकारः भूत्वा तत्र छिन् योगः वकारयोगः अत् छिन्वत् इति अन्तिमरूपं तत्र एतत् अजन्तधातूनां कार्यमस्ति चि अत्र ईकारः अस्ति अत्र उष्णुः सार्वधातुके इति सूत्रेण यनादेशः भवति अतः तत्र उकारस्य स्थाने वकारः भूत्वा छिन्वत् इति अन्तिमरूपम् उष्णुः सार्वधातुके कू धातुः च अनेका च स्नुप्रत्ययान्त अङ्गं च तयोः असयोः पूर्वस्य अङ्गस्य उकारस्य स्थाने यनादेशः भवति अजादि सार्वधातुकप्रतिपरे अस्ति अग्रे पठामि वा भगिनि तत्र किम् अस्ति शक्नु इति संयोगपूर्व उकारः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति अनेका च अङ्गं भवेत् अनेका स्नुप्रत्ययान्तमङ्गं अनेकाच् अस्ति असंयोगपूर्व उकारः चिनु इत्यत्र संयोगः नास्ति असंयोगपूर्व उकारः अस्ति तत्र इको एणचि बाधित्वा अनेन सूत्रेण ऊष्णवोः सार्वधातुके इत्यनेन तत्र यणादेशः भवति यदा वयं क्रमं स्मरामः चेत् इको एणचि सर्वसामान्यसूत्रं सार्वधातुक अर्धधातुकयोः सार्वधातुकम् अपित् निति च अनन्तरम् अचिष्णु धातुभ्रुवां युवोर् यङ्गौ तदपि प्रपाद्य ऊष्णवोः सार्वधातुके इत्यस्य कार्यम् ऊष्णवोः सार्वधातुके इत्यस्य प्रसक्तिः शक्नु इत्यस्य विषये नास्ति परन्तु चिनु इत्यत्र अचिष्णु धातुभ्रुवां युवोर् यङ्गौ इत्यस्य प्रसक्तिः अस्ति तत् प्रपाद्य एव ऊष्णवोः सार्वधातुके इत्यस्य कार्यं भवति असंयोगपूर्व उकारः अनेकाच् अङ्गम् अतः तस्य कार्यं चिन्वत् इति प्रातिपदिकनिर्माणम् अतः तत्र अस्माकं स्वादिगणे हलन्त अजन्त इति विभागद्वयं शक्नुवत् चिन्वत् इति प्रातिपदिकं निर्मितवन्तः रुदादिगणे पठतु भगिनि रुदादिगणे रुदिर्योगः अत् विदचोन्त्यात् परः ऋणत् तत्र नसोरोल्लपः नसोरल्लपः इति सूत्रेण रुन्द् योगः इति रुन्द् इत्यस्य अङ्गस्य रुन्द् योगः अत् रुन्दत् इति भवति तत्र विदचोन्त्यात् परः अन्तिम अच्वर्णात् परः तत्र तत्र नकारः आगच्छति एतत् अनुबन्धरूप अनुबन्ध किं भगिनि अत्र लोपानन्तरम् अनुबन्धलोपानन्तरम् एतत् सर्वम् अपगच्छति नकारः एव तिष्ठति एतत् उपचोन्त्यात् परः इति सूत्रेण अच्युवर्णात् अन्ते नकारः आगच्छति रुन्द् योगः अत् अन्तिमरूपं रुन्दत् रुदादिभ्यः श्नम् रुदादिगणे पठितेभ्यः धातुभ्यः श्नम् प्रत्ययः भवति कर्तृत्वे सार्वधातुकप्रत्यये परे अनन्तरं मिदचोन्त्यात् परः यः मित् अस्ति सः अचुवर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति मिदचोन्त्यात् परः अनन्तरं नसोरल्लोपः स्नम् प्रत्ययस्य अपि च अच् धातोः अकारस्य लोपः भवति इति सार्वधातुके परे अस्ति चेत् तत्र अच् धातोः अकारस्य लोपः भवति अच् धातोः अपि वयं दृष्टवन्तः अकारलोपः इदानीं श्नम् प्रत्ययस्यापि तत्र अकारलोपः भूत्वा रुन्दत् इति रूपं रुन्द् ऋणद् इति आसीत् तत्र नकारोत्तरवर्ति अकारस्य लोपः भूत्वा तत्र रुन्द् अत् रुन्दत् इति रूपम् आगच्छति एतावदेव तिल् तत्र रुदादिगणपर्यन्तं तनादिगणे अपि पठतु भगिनि नास्ति च तनादिगणे तनादिगण अष्टमगण सन् योगः ऊ योगः अत् अत्र तनु सन् योगः ऊ योजनेन तनु इति भवति अत् इति शत्रुपदम् अत्येव तिष्ठति अपि तु अतः तन तत्र गुणनिषेधः भवति अजादि अपि तु इको एनर्जि इत्यनेन यन् आदेशः भवति अतः तत्र उकारस्य स्थाने वकारः भूत्वा तन्वत् इति अन्तिमरूपं निष्ठति कृ योगः ऊ योगः अत् सार्वधातुक अर्धधातुकयोगो इत्यनेन इकः गुणः कर् योगः ऊ योगः खरु अत् भवति उत्सार्वधातुके अत उत्सार्वधातुके अत उत्सार्वधातुके इत्यनेन अपित् प्रत्यये परे खरु इत्यस्य अङ्गस्य अकारस्य स्थाने उकार आदेशः भवति कुरु इति अङ्गं कुरुयोगः अत् विपोयच् तत्र सूत्र सूत्रेण यनादेशः भवति, अतः तत्र उकारस्य स्थाने वकारः भूत्वा कुर्वत् इति भवति. तत्र कुरुयोगः ऊयोगः अत् सार्वधातुक आर्धधातुकयोग इति सूत्रेण इकः इकः स्थाने गुणः भवति, अतः कृ स्थाने खर् भवति, खर् योगः ऊ इदानीं खरु भवति. अत उत् सार्वधातुक इत्यनेन अपि त अतः तत्र खरु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारः भूत्वा उकारः आदेशः भवति अकारस्य स्थाने. अतः तत्र अङ्गस्य अकारस्य स्थाने उकारः भवति, अतः तत्र खरु स्थाने कुरु भवति, कुरु इति अङ्गं भवति. इदानीम् अत् योजनेन विकोयनचि इत्यनेन उकारस्य स्थाने वकारः भूत्वा कुर्वति इति अन्तिमरूपं अत उत् सार्वधातुके इति सूत्रेण कृतयान्त कृधातोः रस्व अकारस्य स्थाने उकारः आदेशः भवति. किति इति सार्वधातुकवर्ते परे अस्ति चेत् एतत् उकारस्य स्थाने रस्व अकारस्य स्थाने उकारः आदेशः भवति इति अत उत् सार्वधातुके तत्र कार्यं करोति. कृधातुः तु सर्वदा विशेषधातुः, अतः सूत्राणि अपि विशेषणानि एव. तन् कृ इति धातुद्वयं स्वीकृत्य तनादिगणे अपि. धन्यवादः भगिनि. महोदय क्रयादिगण आरभ्य पठतु. क्रयादिगणे वियोग स्नायोग अर्थ अत्र अर्थुत्वाङ्गं विवाये अस्ति इत्यनेन नत्वं क्रीणा इति भवति. क्रीणा इति क्रीणायोग अर्थ अत्र अष्टाभ्यर्थवरातः ना इति प्रत्ययन्तस्य आकारपर्यन्तः अतः क्रीणियोग अस्य क्रीणत् स्नाभ्यस्य वरातः स्नाप्रत्ययान्तस्य अभ्यस्य अङ्गस्य आकारस्य लोपः भवति. किचिनिति सर्वस्य प्रत्ययपदे अनुवृत्ते सूत्रमस्ति स्नाभ्यस्ययोः अङ्गस्य आतः लोपः मिति सर्वत्वे. तथैव अत्र गृहयोगष्णा इति अस्ति, गृहयोगष्णा इति अस्ति, अत्र सम्प्रसारणं भवति गृहिद्या इत्यनेन सम्प्रसारणं ऋकारस्य रेफस्य स्थाने ऋकारः. अनन्तरं तत्र अकारस्य लोपः भवति पूर्वरूपादेशः किल सम्प्रसारणाच्च इति सूत्रम्. तत्र घृण् घृण् योग नायोग अत्र अट्कुप्वां निर्मिगाय इत्यनेन नत्वं घृण्णा इति अङ्गं घृण्णायोग अर्थ इदानीम् आकारस्य लोपः साम्रत्वरापि सूत्रेण अतः घृण् योग अर्थ घृण्णत् इति रूपं घृण्णत् अत्र केवलं अस्माकं सम्प्रसारणकार्यमेव भेदः. क्रीधातोः ग्रह्धातोः भेदः कः इत्युक्ते ग्रहीजा इति सूत्रमेव अस्माकं तत्र सम्प्रसारणकार्यं भवति इत्येव भेदः. तदेव क्रयादिगणे तत्र इदानीं प्रातिपदिकं साधितं षट्सु गणेषु वयं साधितवन्तः. इदानीं मुमादमस्य चिन्तनं तत्र किं भवति इत्युक्ते अत्र अभ्यस्तम् अनभ्यस्तम् इति भागद्वयं कृत्वा चिन्तनं पठतु महोदय. तत्र यद् परिचितं तत्र अनुवृत्तिसहितसूत्रमेव पठतु महोदय. अत्र अनवृत्तेषु पुनः विभागद्वयम् अभ्यस्तम् अनभ्यस्तञ्च. सर्वप्रथमम् अस्माकं पञ्चनुम् आगमविधायकसूत्राणि कानि, येषु पञ्चसूत्रा केषां प्रसक्तिः भवति यत्र अङ्गम् अनन्तं केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तमस्ति तत्र च अभ्यस्तम् अनदन्तम् अङ्गम् इति चेत् केषां प्रसक्ति अनभ्यस्तम् अनदन्तम् अङ्गम् चेत् केषां प्रसक्ति. उगितचां सर्वनामस्थाने अधातोः इत्यनेन धातुभिन्न उगित् उगितः नुमागमः भवति सर्वनामस्थानकसंज्ञकप्रत्यये परे. अनुवृत्तिसूत्रमस्ति अधातोः उगितचाम् अङ्गानां नुं सर्वनामस्थाने उगित् उगित् अस्ति धातुभिन्न उगित् उदित् नुमागमः भवति नुमागमः दातुभिन्नः छत्रि तत्र उगित् अस्ति धातुभिन्न उगित् अस्ति तान् दातुभिन्न उगित् अस्ति अतः तत्र नुमागमः भवति स्वर्णमस्थाने परे इति अस्ति अत्र अनदन्तम् अदन्तम् अभ्यस्तम् अनभ्यस्तं किमपि उक्तं वा न उक्तं न उक्तं सामान्यसूत्रमस्ति सामान्यसूत्रमस्ति अग्रे इदानीं तत्र अपवाद अग्रिमसूत्रम् अग्रिम नास्ति तत्र अग्रे अष्टसप्ततितमं सूत्रमस्ति नाभ्यस्ताश्चतुः इति अभ्यस्तसंज्ञकात् चतुप्रत्ययस्य अनुमागमः न भवति अत्र च सूत्रक्रमेण बोध्यं यत् निमित्तमस्ति स्वर्णामस्थाने अनुसृतिसूत्रमस्ति न अभ्यस्तात् अङ्गात् शतुः नुम् अतः तत्र न भवति इति न अभ्यस्तात् शतुः इत्यनेन नुमागमः न भवति यत्र अभ्यस्तसंज्ञकः अस्ति चेत् अग्रे इदानीम् अग्रिमः तत्र नवसप्ततितमं सूत्रमस्ति वा नपुंसकस्य नपुंसकलिङ्गे स्वर्णामसंज्ञकप्रत्यये परे अभ्यसंज्ञकस्य अभ्यसंज्ञकात् शतन्तस्य विकल्पे नुमागमः भवति अनुचेतमस्ति अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुं तरणामस्थाने अत्र तरणामस्थाने यदि नाभ्यस्तशतुः इति अभ्यस्तसंज्ञकस्य नुमागमः न भवति निषिध्यते इदानीं तस्य अपवादमस्ति नपुंसकस्य इति यदि नपुंसकः अस्ति चेत् तत्र विकल्पेन नुमागमः यद्यपि अभ्यसंज्ञकः अस्ति तत्र निषेधः अस्ति परन्तु नपुंसकः अस्ति चेत् विकल्पेन भवति पुनः पुनस्तथा सत्यम् अतः तत्र नाभ्यस्ताच्चतुः वा नपुंसकस्य इति सूत्रद्वयम् अभ्यस्त संज्ञकस्य नुं विधीयते अग्रे आचीनद्यो नुम् आत् अङ्गात् शतुः वा नुं क्षीनद्योः इति अत्र नदीसंज्ञकस्य अपि च क्षी इति नपुंसकलिङ्गस्य तत्र अदन्तमङ्गलं चेत् अत्र चत्रन्तस्य नुमागमः नुमागमः अदन्ताङ्गविषयस्य तत्र अभ्यस्तम् अनभ्यस्तम् इति किमपि नास्ति अदन्ताङ्गविषये क्षीनद्योः शप्शनो नित्यम् इति अस्ति इदानीं शप्शन् प्रत्ययोः अवर्णात् अङ्गात् चतुर्दशसङ्गत् नित्यं नुमागमः भवति श्रीप्रत्ययः नदीप्रत्ययः भवति वयं जानीमः शप्शनो नित्यम् इति तत्र आचीनद्योर्नुम् इत्यस्य अपवादमस्ति अत्र नुमागमः विकल्पेन भवति इदानीं शप्शन् अस्ति चेत् तत्र शतु अङ्गस्य नित्यं नुमागमः भवति नदीसङ्गकस्य सत्यं तत्र आकारस्यापि भवति तदपि स्मर्तव्यम् अवर्णात् इत्युक्ते तत् अष्टादशस्य अपि ग्रहणं अकार अतः या इति सत्यं सत्यं केवलम् अदन्तम् इति न अकार आकारयोः अपि ग्रहणं भवति सत्यम् इदानीं प्रश्नस्य उत्तरं ददातु महोदय येषु पञ्चसु केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तं येषु पञ्चसु केषां प्रसक्तिः भवति यत्र अङ्गम् अनदन्तम् उगितचां सर्वनामस्थाने इत्यस्य प्रसक्तिः भवति वा हा अस्तु हा उगितचतुर्णामस्थाने अनदन्तमस्ति चेदपि भवति किमपि न उक्तम् अदन्तम् अनदन्तम् इति किमपि नास्ति धातुभिन्न उगित् भवतु इत्येव उक्तम् एकनिमिषं तत्र धातुभिन्न उगित् इदानीं क्रीयोगः श्नायोगः अत् इति यदा वयं स्वीकुर्मः क्रीणत् इति भवति किल तत्र क्रीणन् धातुभिन्न भवति क्रीणन् खलु क्रीणन् क्रीणत् क्रीणत् क्रीणत् इति अस्ति उगिदचां तरणमस्थाने धातोः इत्यन् भवति खलु क्रीणन् तत्र भवति एव सत्यं नुमागमः तु नवसु नवसु गणेषु भवति एव उगिदचां सर्वनामस्थाने अधातोः इत्यनेन केवलं अभ्यस्तस्य न भवति आम् सत्यं नाभ्यर्था चतुः यत्र अङ्गम् अनदन्तम् तत्र तु नुमागमः न भवति पञ्चसु केषां प्रसक्तिः यत्र अङ्गम् अनगतं प्रसक्तिः एव पृच्छति नुमागमस्य विषये न पृच्छति उगितचां सदनामस्थाने अधातोः यत्र अनदन्तम् अङ्गं तस्य प्रसक्तिः अस्ति नाभ्यस्ता चतुः इत्यस्य अत्र ददा इति ददत् इति अतः अनदन्तं यत्र अङ्गमनन्तं तत्र तत्र प्रसक्तिः अस्ति अस्ति किल वानपुंसकस्य वानपुंसकस्य पुल्लिङ्ग् नपुंसकलिङ्गे विकल्पेन भवति तदपि प्रसक्तिः अस्ति आचीनद्योतं शप्शनो नित्यं तत् आचीनद्योतम् अदन्तमङ्गमस्य भवति खलु तदेव अस्माकम् अदादिगणस्य या धातुः इदानीमेव दृष्टवन्तः किल तत्र प्रसक्तिः आसीत् एव किल आचीनद्योनुं शप्शनो नित्यं परन्तु तत्र विकल्पेन एव भवति खलु आम् सत्यं विकल्पेन भवति परन्तु प्रसक्तिः अस्ति अतः पञ्चानां सूत्राणामपि प्रसक्तिः अस्ति एव किल इत्येव चिन्तनम् आम् अनन्तरं द्वितीयप्रश्नस्य उत्तरं महोदय यत्र अङ्गम् अभ्यस्तम् अनदन्तम् यत्र अङ्गम् अभ्यस्तम् अनदन्तम् अतनुमागमस्य प्रसक्तिः वा न न सूत्रस्य सूत्राणां प्रसक्तिः तत्र नाभ्यस्तात् चतुः सत्यं सत्यम् अपि च वा नपुस्तकस्य इति अपि अस्ति प्रसक्तिः सत्यं सत्यं सत्यं सूत्रद्वयस्य प्रसक्तिः अभ्यस्तस्य विषये यत्र अङ्गम् अनभ्यस्तम् अनदन्तम् अनभ्यस्तम् अनदन्तम् अत्र आचीनद्योतम् अपि च दक्षनो नित्यं सत्यं तस्य प्रसक्तिः एव अस्ति समीचीनम् इदानीं पश्यामः यदा कुत्र अस्ति इति धन्यवादः महोदय भगिनी पठति वा इदानीं किं कृतवन्तः इत्युक्ते अभ्यस्तम् अनदन्तम् अङ्गम् इति स्वीकृत्य चिन्तनम् अभ्यस्तम् अनदन्तम् अङ्गम् अनभ्यस्तम् अनदन्तम् अङ्गम् इति प्रथमम् अभ्यस्तम् अनदन्तं पठामः भगिनि पुल्लिङ्गे किं भवति अभ्यस्तम् अनदन्तम् अङ्गं पुल्लिङ्गे नाभ्यस्तः इति सूत्रेण अभ्यस्तसञ्ज्ञका तत्त्वप्रत्ययस्य अनुमागमो न भवति अस्य च सूत्रस्य निमित्तमस्ति पर्वनामस्थाने उदितां पर्वनामस्थाने धातोः यस्मात् अनुवच्यते सूत्रं न अभ्यस्तात् अन्नम् पुल्लिङ्गविषये अभ्यस्त धातुः अस्ति अत्र शत्रुपत्ये परे नुम् आगमानि न भवति तदेव उदाहरणमस्ति द्विपत्यादिगणे ददत् ददतौ ददतः ददतं ददतौ ददतः अत्र नुमागमः नास्ति अत्र अस्माभिः सन् वक्तव्यं यत् सूत्रे द्विपत्यादिगणे यदातुभ्यः नुम् न भवति अभ्यस्तसञ्ज्ञकादित्येव तर्हि अभ्यस्तसञ्ज्ञकादित्यस्य कथनेन केषां केषां ग्रहणम् इति एकवारं चिन्तने यतोपि समग्रं चिन्तनम् इति लक्ष्यं चेत् केषाम् अभ्यस्तसञ्ज्ञक भवति इति सामान्यतया अभ्यस्तसञ्ज्ञा इत्युक्ते द्विपात्रिकगणे एव भवति परन्तु अजातिगणे अपि केचन दातः उत्तरदातः सन्ति अस्ति अभ्यस्तसञ्ज्ञकं संज्ञा भवति अतः अत्रापि नाभ्यस्तमात्मनास्ति महोदय दत्तं किं किं दातवः अस्ति इति यच्छिदयः षट् लिति धातोरनभ्यस्य पन्यङ्गोः द्वौ छङ् अत्र सर्वत्र अभ्यस्तसंज्ञा भवति एव दक्षित्यादय पठतु भगिनि अत्र एव अस्ति अस्मिन् विषये एषु एव फलेषु अभ्यस्तसंज्ञा अदादिगणे सप्तधातवः जच् दरिद्र दरिद्रीन् दिक्कारे सन्नन्तरूपेषु यङन्तरूपेषु यङ् लगन्तरूपेषु विहोत्यादिगणे लुङ् लकारे च छङ् इति विकरणप्रत्ययः लुङ्गि इत्यस्मात् छङ् इत्यस्य कथनेन लुङ् लकारस्य करणं तर्हि येषां मध्ये कुत्र कुत्र नाद्यस्ता शक्यते इति चर्चशक्तिः कठिनतया चिन्तनीयं केषु केषु प्रसङ्गेषु सत्त्वं स्वरूपं सम्भवति अत्र सत्त्वं जच्छित्यादयः तादवः अगादिगणे अस्ति जच् गृ दरिद्र चक्षि दातः अभ्यासप्रसन्नः स्पन्नन्तदातः अपि अङ्गन्त यङन्त यङ् लुगन्त भवत्यादिगणे लुङ्वकारे च अभ्यस्तसंज्ञा भवति अत्र नाभ्यस्तादपि सूत्रेण सत्यं सत्यम् अग्रे पठामि सत्रन्तम् इत्यस्य कथनेन सुबन्तमेव न तु तिङ्गन्तम् अत्र अत्र यत्र यत्र तिङ्गन्तमेव भवति तत्र तत्र शब्दवृत्तिः न विधीयते एव लिट्लकार लुङ्लकार चेत् अनयोः लकारत्वात् नित्यं तिङ्गन्तम् अतः तत्र शब्दः न भवति अवशिष्यते अदादिगणस्य सप्तधातवः सन्नन्ताः यङन्ताः यङ्गन्ताः जुहत्यादिगणीयधातवः च एते सर्वे धातवः एव अतः तेभ्यः सर्वेभ्यः तिक् प्रत्ययाः अपि कृत्प्रत्ययाः अपि विधीयन्ते तत्रन्ता इति कथनेन सुबन्तमेव न तु तिङ्गन्तप्रक्रिया किमर्थं तत्रमस्ति चेत् लिट्लकारः लिङ्गकारः तिङ्गन्त प्रक्रिया भवति परन्तु शत्रुप्रत्यया सन्नन्तदातुदातवः यङ्गन्तदातवः यङ् लुगन्तदातवः स्वाख्यादिगन्तदातवः ते सर्वे अपि शत्रुन्तरूपं शुभन्तप्रक्रिया सत्यं धातुभ्यः एव विधीयते किल क्षत्रन्त इति अतः तत्र धातुभ्यः विधीयते प्रत्ययद्वयं तिङ्कृत् तत्र कृत् प्रत्ययेषु अन्यतमः शत्रु अतः लिट्लकारः लुङ्लकारः अत्र लकारत्वात् अत्र नुम् तत्र अस्माकम् अभ्यस्तानभ्यस्त इति किमपि क्षम्यताम् अस्माकम् एतत् चिन्तनं तत्र न भवति किम् आसीत् अनभ्यस्त इति चिन्तनम् अभ्यस्तम् इति चिन्तनं न भवति परन्तु अन्यत्र सर्वत्र तादृशचिन्तनं भवति पुनः वदतु भगिनि तत्र धातुभ्यः प्रत्ययद्वयं तिङ् कृत् कृत् प्रत्ययेषु अन्यतमः शत्रन्त शत्रुप्रत्ययः शत्रुप्रत्ययेषु तत्र अस्माकं चिन्तनम् इदानीं किम् अभ्यस्तसंज्ञा कुत्र भवति इति कुत्र भवति अभ्यस्तसंज्ञा इति तत्र लिट् लकारः लुङ् लकारः इति लकारचिन्तनं तत्र तु तिङ् प्रत्ययः एव विधीयते अन्यत्र सर्वत्र यदा अर्धादिगणस्य सप्तधातवः सनन्ताः यङ् युगन्ताः यङन्ताः जुहोत्यादिगणीयधातवः यदा वयं ददत् इति भवती एव पठितवती किल तत्र सर्वत्र अभ्यस्तसंज्ञा भवति एव सन्नन्तान् अवलोकयामः यः धातुः सन्नन्तः सः आदिदेशकधातुः औपदेशकधातुभ्यः आदिदेशकधातवः नीयन्ते। गम्भो इति औपदेशकधातुं दृष्टान्तत्वेन स्वीकुर्मः। सनन्तधातुः अपि धातुतः सन्तस्य विधेयेन आदिदेशक नूतनधातुः भवति। अति तत् आदिदेशकधातुम् इति संज्ञा भवति। उदाहरणार्थं गम् धातुः स्वीकुर्मः। गम् तमृ योगशन् अनुबन्धलोपे गम् योगः सः पर्यङ्गो एकाचो द्वे प्रथमस्य अवसरेण द्युक्तं गम् गम् योगः सः अलादिशेषः इति प्रथम अभ्यस्तस्य नकारलोपः भवति। गा गम् योगः सः सुहोष्ठ्युः इत्यनेन ककारस्तादे चकार आगच्छति। सन्यन्तः इत्यनेन षण् विशिष्ट अभ्यासकारेण अभ्यासस्य अन्तिमाकारस्थाने इकार आदेशः भवति। जि गम् योगः आदुधातुकस्य फलाग्रहे आदुधातुकस्य सफलो प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य निरागमो भवति। चि यथं तस्य आदेशप्रत्ययोगितरेण इन् प्रत्याहार अपदान् तस्य अवयव सकारितशब्दं विकांश इति आदिदेशः। अत्र षडन्तप्रत्ययपदार्थं तदनन्तरं दातु स्वीकृत्य षण्पत्य विधीयते। अनन्तरं गम्भु कम् अवयव शिष्यते सकार अपि अवशिष्यते पद्याङ्गो इति सूत्रेण वृत्तं भवति। अन्यसूत्रमपि अस्ति एकाचोद्ये इत्यनेन गम् गम् भवति अलादिशेषः इति सूत्रेण पदम् अभ्यस्तस्य गम् नकारः भवति। उपोहित्युः इति सूत्रेण व्याकारकारस्थाने सन्यन्तः इति सूत्रेण सकार अस्ति चेत् अभ्यस्तस्य अन्तिम अकारस्थाने इकार आदेशः अस्ति। जि योगम् पद्धतस्य पद्धदातुकस्य ज्वलादेन इदागमं भवति। जि गम् आदेशस्य चकार मुद्रदशकार भवति इन्द्रियहारः सत्यं जिगमिष इति रूपं इति आदि अतिदेशकधातु अग्रे पत्नी इदानीं शत्रु विधीयते शत्रु जिगमिष अत्र अतोगुणे अग्रे पत्नी नाभ्यस्ताक्षतुः अभ्यस्तसंज्ञका शत्रुप्रत्ययस्य अनुमागमो न भवति। अत्र च सूत्रक्रमेण यत् निमित्तमस्ति सर्वनामस्थाने अनुवृत्तिचतुष्टं न अभ्यस्तात् सङ्गात् शतुर्नु पदं पठितवन्तः अभ्याससंज्ञात् शतुर्थस्य अनुमागमो न भवति। अत्र तस्मात् इति उत्तरस्य इत्यनेन नाभ्यस्तात् इत्यस्य पञ्चमे विभक्त्या शत्रुप्रत्यय साक्षात् अनन्तरं किन्तु अत्र तथा नास्ति। यतोहि अभ्यासपञ्चक जिकाम शत्रुप्रत्यय चेत् तनयोः मध्ये इदारसहितसङ्प्रत्ययः अस्ति। तदर्थं यद्यपि कश्चन अभ्यस्तसंज्ञकभागः अस्ति तथापि नाभ्यस्तः चतुर्थसूत्रशब्दशक्तिः अवगतं वयं एकसूत्रमस्ति संज्ञासूत्रं तस्मात् इति उत्तरस्य इत्यनेन न अभ्यस्ता इत्यस्य पञ्चमीविभक्ति अस्ति नास्ति पञ्चमीविभक्ति चतुर्थस्य साक्षात् अनन्तरं किन्तु सन्नन्तधातु विषये चतुर्थस्य मध्ये यदागमप्रत्य तदर्थं यद्यपि कश्चन अभ्यस्तजनकभागः अस्ति तदपि कार्यं न करोति नाभ्यस्ताचतुः इत्यस्य प्रसक्तिः सनन्तविषये नास्ति. किमर्थम् इत्युक्ते तत्र तस्मादिति उत्तरस्य इति अस्माकं परिभाषासूत्रं वदति तत्र साक्षात् चतुप्रत्ययः परः भवतु इति. यदा वयं जीघम किं कुत्र अस्ति तत्र जीघम् इति यदा अस्ति किल जीघं योगः स तत्र आर्धधातुकस्य इड् वलाडेः इत्यनेन इडागमः भवति अनन्तरमेव शत्रु. तत्र इड् इति यद् मध्ये आगच्छति इति कृत्वा नाभ्यास्तात् चतुः इत्यस्य प्रसक्तिः नास्ति. अवगतं वा? जीगम योगः ई इति आगत्य अनन्तरं स इति आगच्छति. यदा वयं दधा इति पश्यामः पूर्वमेव आसीत् किल न प्रदर्शितं वा न महोदयेन पठितं किल दधा योगः तत्र किं भवति अत् इति साक्षात् अनन्तरम् आगच्छति अतः तत्र तस्य नाभ्यस्ता चतुः इत्यस्य प्रसक्तिः अनेन नुमागमः तत्र न विधीयते. आं भगिनि अत्र पठतु जिगमिष योगः शत्रु अनुबन्धानन्तरं जिगमिषा योगः कर्तरिष जगमिष योग आ योग अतो गुरुजन अपदान्तात् अतः गुणे पदे पूर्वपदे पूर्वपदमे पूर्वरूपम् फलरूपम् एकादेशं भवति जिगामिषा इव अतो गुणे जिगामिषत् इति शब्दं जिगमिषत् इति प्रातिपदिकम् अग्रे भगिनि सर्वेभ्यः सन्नन्ददातुभ्यः शप् इति विकल्पति सन्नन्ददातवभावादिकाः जिगमिषा इति अङ्गं तु अत्यन्तम् एव भव भवान् लिखा चोरया इति यथा तत् अतः पुंलिङ्गे सर्वनामसमसंज्ञकप्रत्ययेषु विदितां सर्वनामस्थाने भवतो प्रयोजनेन नुमाहमभवत् वयं पदमं सन्नन्ददातवः सर्वे अपि अदन्तदातवः किमर्थमिति चेत् कर्तरिष आगच्छति रूपम् अदन्तं प्रातिपदिकं ततः सुबन्तव समये सुबन्तरूपं विषये पुंलिङ्गविषये सर्वनामसाधारणकप्रत्ययेषु पदे उगतितां सर्वनामस्थाने सूत्रेण जिगमिषन् जिगमिषन्तौ जिगमिषन्तः जिगमिषन्तं निर्माणं भवति जिगमिषन्तं जिगमिषन्तौ जिगमिषन्तः अतः सनन्तविषये निषेधः नास्ति नुमागमः भवति. अग्रे भगिनि आहत्य सनन्तप्रक्रिया वृत्तं यदपि यद्यपि भवति अद्यस्य अन्यं च यद्यपि भवति किन्तु मध्ये सन्तत्यः अस्ति इति कारणात् नुमागमः न निषिद्धः भवति भवति बद्धन्तप्रत्ययानां युक्तं भवति अध्यस्तमस्ति परन्तु मध्ये सा प्रत्यया अस्ति शत्रुप्रत्यया नास्ति अतः नुमागमः न निषेधः सत्यम् अतः अग्रे लङ्गन्तदातवः नित्यम् अग्रे पठितः इत्यस्मात् शत्रु न विधीयते अपि च यङ्गन्ता यदि परस्ते पदिनः भविष्यत् तत्र यद्यपि अभ्यस्तम् अङ्गम् अस्ति किन्तु षड्वत् अत्रापि मध्ये यं प्रत्यय अस्ति अतः अभ्यस्ताक्षात् न भवति आत्माभ्यस्तशक्ति सूत्रं न अभ्यस्तकर्तकर्तकत्र भवति कर्तवन्तः यङ्गन्तदातुनामपि परन्तु ते यङ्गन्तदातौ अतिदेशदातवः ते सर्वे आग्नेपदिनः तत्र शत्रु चाणक्षेपदिनते अपि तत्र चेत् अस्मैपदेन भविष्य तत्र किन्तु अत्रापि साधुपतिकात् अनन्तरं यं पति अस्ति अभ्यस्तशत्रु साक्षात् न भवति नाभ्यस्तक्षत्रुसूत्रनिषेधम् अनन्तानामपि निषेधः लोकस्ताः परस्मैपरिदातः भवति अतः अभ्यस्तशतकम् अनन्तरं शत्रुकस्य इत्यदयोः मध्ये न कापि कोऽपि कापि भावः तदर्थम् अत्र नाभ्यस्तः चतुर्थीषेधः लङ्गन्तदादवः ते सर्वे परस्मै पश्चातः यङ् प्रति लुक् भवति अतः अत्र अभ्यस्तसन्तकम् अन्यं शत्रुप्रत्यय प्रत्यक्षं परं भवति प्रत्यक्षेन साक्षात् अतः नाभ्यस्तार्थं क्षेत्रम् आगत्य निर्गमागमान् निषेधः सत्य कुत्र कुत्र भवति अत्र आहत्य अदादिगरीशब्ददातवः यङ्गन्तदातवः चित्वस्य दिगिदातवः च येषु त्रिषु स्थलेषु दात्यस्तावशक्ति इत्यनेन पुंलिङ्गे द्विवारम् अस्य निषेधः पुल्लिङ्गे पुल्लिङ्गे इति मुख्यं पुल्लिङ्गे एव अदादिगणसप्तदातवः यङ्लुगन्त जुहोत्यादिगणीयदातवः अन्येषु स्थलेषु अपि अभ्यस्तसंज्ञा भवति परन्तु तत्र नाभ्यस्ता चतुः इत्यनेन निषेधः न भवति त्रिषु स्थलेषु एव अनेन निषेधः निषेधः साक्षात् अनन्तरं न विधीयते सत्यं सत्यं सम्यक् भगिनि धन्यवादः विजया भगिनी नपुंसकलिङ्गे पठति वा अनन्तरं समापयामः नपुंसकलिङ्गे सुप् प्रत्ययाः इमे शून्यम् अत्र किमपि कार्यं नास्ति शि शी शि शून्यम् अत्र किमपि कार्यं नास्ति शी शि द्विवचने लुङ् विधायकसूत्रं द्वयमस्ति आचीन आचीन् आचीनद्योर्नुम् अनन्तरं शप्श्यनोर्नित्यं च उभयत्र अङ्गम् आवर्णान्तं ददा योगः अत् इति अत् ददा योगः अत् इति स्थितौ आचीनद्योर्नुम् इत्यस्य प्रसक्तिः भवति स्म किन्तु अजादि अपि तु नाभ्यस्तयोरातः इत्यनेन आकारलोपः ददा योगः अत् अत्र आकारः लोपः भवति अतः दद् योगः अत् अत् ददत् इति अधुना आवर्णान्तम् अङ्गं नास्ति वर्णमेलने ददत् इति भवति युगपत् द्वयोः सूत्रयोः प्रसक्तिः आची नद्योर्नुम् इत्यस्य परत्वात् नुमागमः किमर्थं न स्यात् इति चेत् युगपत् नास्ति प्रथमतया प्रातिपदिकं निष्पादनीयं तदा एव शि इव सुप् प्रत्ययाः विधीयन्ते अतः द्विवचने अभ्यस्त अङ्गस्य प्रसङ्गे किमपि नुम् विधायकसूत्रं नास्ति अतः अत्र द्विवचनविषये एतत् नुम् विधायकसूत्रं द्वयमस्ति आची नद्योर्नुम् एतत् अनन्तरं शप्य सप्श्यनोर्नित्यम् इति सूत्र उभयत्र अङ्गम् आवर्णान्तम् एव तत्र ददायोगः अत् इति स्थितौ आचीन आचीन नद्योर्नुम् इत्यस्य प्रसक्तिः भवति स्म, परन्तु तत्र अपित् अत्र अपित् अस्ति, अजादि अपित् अस्ति, तत्र स्नाव्यस्तयो रातः इति सूत्रेण आकारलोपः भवति, अतः तत्र ददत् इति कार्यं भवति, अन्तिमरूपं निष्पणं, परन्तु अधुना आवर्णान्तम् अङ्गं नास्ति, वर्णमेलन ददत् इति भवति. तत्र युगपत् द्वयोः सूत्रयोः प्रसक्तिः आचीनद्योर्नुम् इत्यस्य परसूत्रमस्ति. एतत् सप्तम अध्याये द्वितीय एकं प्रथमपादे अशीतिः तमसूत्रम् अस्ति आचीनद्योर्नुम् इति. शप्श्यनोर्नित्यम् इति सूत्रं तु षष्टमाध्याये अस्ति. एतत् पूर्वसूत्रमस्ति. इदानीं परत्वात् नुमागम किमर्थं न स्यात् इति तत्र प्रश्नः. युगपत् नास्ति इति तत्र दत्तं, परन्तु प्रथमतया प्रातिपदिकं तत्र निष्पादनीयम्. एतत् प्रथमं प्रातिपदिकं करणीयमेव. तदा एव शि इति प्रथमपुरुष द्विवचने प्रथमविभक्ति द्विवचने शि इव सुप् प्रत्ययः विधीयते. अतः द्विवचने अभ्यस्त अङ्गस्य प्रसङ्गे किमपि नुम् विधायकसूत्रं नास्ति एव. अत्र अभ्यस्त अङ्गस्य प्रसङ्गे तत्र अभ्यस्त अङ्गस्य इत्युक्ते तत्र शिशि इति तत्र अभ्यस्त अङ्गमस्ति चेत् अत्र प्रसङ्गमस्ति चेत् तत्र नुम् विधायकसूत्रं नास्ति एव. एतदेव तत्र दत्तम्. इतोपि किञ्चित् वक्तव्यं चेत् भवती वदतु. न किमपि नास्ति. तत्र श्नाभ्यस्तयोरातः आचीनद्योर्नुम् द्वयोः सूत्रयोः प्रसक्तिः एकस्मिन् समये अस्ति वा इति प्रश्नः. तादृशं किमपि नास्ति. युगपत् द्वयोः सूत्रयोः प्रसक्तिः नास्ति. प्रथमं प्रातिपदिकनिर्माणं तदा योगः अत् तत्र श्नाभ्यस्तयोरातः इत्यनेन आकारलोपः तद् योगः ददत् इति प्रातिपदिकनिर्माणं. शि इति प्रत्ययः सु औ जस् औ स्थाने शि यदा कदा विधीयते इत्युक्ते सुबन्तप्रकरणे एव तस्य विधानं भवति. सुप्रत्ययः यदा विधीयते तस्मिन् समये एव औ औट् स्थाने शि इति विधीयते. अतः तत्र युगपत् प्रसक्तिः नास्ति. अतः परसूत्रं पूर्वसूत्रम् इति किमपि चिन्तनस्य आवश्यकता नास्ति. अनन्तरं तत्र अभ्यस्तसंज्ञकस्य प्रसङ्गे किमपि नुम् विधायकसूत्रं नपुंसकलिङ्गे नास्ति. अनभ्यस्तस्य विषये क्षम्यताम्, अस्माकं किं सूत्रम् आसीत् तद् येन नुम् विधीयते तत्र सूत्रं किमर्थम् अहं विस्मृतवती. नपुंसकाच्च इति सूत्रेण तत्र औ औट् स्थाने शि अनन्तरं तत्र शप्शनोर्नित्यम् इत्यनेन नुमागमः. तत्र तु अदन्तम् अवर्णान्तम् अङ्गम् अपेक्षितं किल. तत्र तु एतत्तु अभ्यस्त अङ्गम्, अतः तत्र सूत्रं किमपि नास्ति. अतः नुमागमः अपि न भवति. अग्रे भगिनि. अत्र अभ्यस्तसंयोगस्य सर्वनामस्थाने विकल्पेन एव नुमागमः भवति इति तत्र दत्तं. वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्ययपरे अभ्यस्तसंज्ञकात् शत्रन्तस्य विकल्पेन नुम् आगमः भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् शतुः नपुंसकस्य अङ्गस्य वा नुम् सर्वनामस्थाने भवति इति तत्र अनुवृत्तिसहितसूत्रं तत्र भवति. ददत् ददति इति प्रथमविभक्ति ददति इति भवति, परन्तु तत्र विकल्पेन ददति इति रस्वभूत्वा ददति इति भवति. अनन्तरं नुमागमः भवति वा नपुंसकस्य इति सूत्रेण सर्वनामस्थाने नुम् आगमः भवति, अतः विकल्पेन ददन्ति इति अपि भवति. तादृशमेव द्वितीय प्रथमविभक्ति द्वितीयविभक्ति अपि रूप द्वितीयविभक्ति बहुवचनम् एव अपि रूपद्वयं भवति ददति ददन्ति इति विकल्पेन भवति. नपुंसकलिङ्गे बहुवचनमेव सर्वनामस्थानं शीः सर्वनामस्थानम् इत्यनेन बहुवचनमेव सर्वनामस्थानम् अतः अस्य वा नपुंसकस्य इति प्रसक्तिः तु अभ्यस्तसंज्ञका चत्रन्तस्य विकल्पेन नुमागमः सर्वनामस्थानसंज्ञके परे अतः बहुवचने एव रूपद्वयम् एकं नुमागमसहितं नुमागमरहितम् इति रूपद्वयं. भगिनी अत्र औट् तावदेव तदपि लिङ्गे पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गे नपुंसकलिङ्गे केवलं बहुवचनं शी सर्वनामस्थाने सुडनपुंसकस्य इति सूत्रं किल अनपुंसकस्य सु औजस् अम् औट् पर्यन्तं पुल्लिङ्गे अनपुंसकस्य इति कृत्वा तत्र शीः सर्वनामस्थानम् इति सूत्रेण तत्र बहुवचने एव केवलं बहुवचने सर्वनामस्थानसंज्ञा समीचीनम्. एतावत् पर्याप्तम् अद्य इति चिन्तयामि. स्त्रियाम् अग्रिमसप्ताहे पठामः. अनन्तरम् अनभ्यस्तमङ्गम् अनदन्तमङ्गम् इत्येव अवशिष्यते. तद् वयं पठित्वा प्रायः आर्धधातुकप्रकरणस्य आरम्भम् अग्रिमसप्ताहे कुर्मः. अहम् आम् तद् अत्र आम् तद् पी डी एफ़् अहं प्रेषयामि. अत्र तद् एक्सेल् शीट् मध्ये अहं योजयामि तदपि पश्यन्तु. आम् तत्र पूर्णतया न योजितवती प्रायः वीकेण्ड् मध्ये अहं योजयामि. अस्तु अस्तु धन्यवादः धन्यवादः धन्यवादः.